गुरुब्रह्मा गुरुविष्णुः गुरुदेवो महेश्वरः गुरुसाक्षात् परब्रह्म श्रीगुरुवे नमः। ओम्। अस्माकं न्यायवर्गे सर्वेषां स्वागतम्। अत्र लक्षणग्रन्थे वयं स्मः। तत्र पृथिव्याः लक्षणं किम् इति पठन्तः सन्तः। तत्रापि गन्धवती पृथिवी, गन्धवत्वं पृथिव्याः लक्षणं, पृथिवीलक्षणम् इत्यनयोः वाक्ययोः मध्ये कः भेदः इत्यस्मिन् विषये बहु किमपि अस्माभिः चिन्तितम्। अतः तत्र साक्षात् एकाधिकचत्वारिंशततमपुटं तत्र गच्छामः। तत्र अधस्तात् द्वितीयपरिच्छेदः, तथा च गन्धः इति अस्ति, तत्र आरभ्य अद्य पठनीयम् अस्तु। विद्या भगिनी, भवती एव आरब्धुमिच्छति वा? अस्तु अस्तु महोदय। तथा च गन्धः आदेयश्च, आदेयश्चेत् तत्र आदेयता तन्निरूपित अधिकरणता पृथ्व्याम्, अधिकरणतावती पृथ्वी, अधिकरणतावत्त्वं पृथ्व्याम् इति गन्धनिष्ठ आदेयता निरूपित अधिकरणतावत्त्वं पृथ्वीलक्षणं फलितम्। अग्रे पठामि वा नो चेत्? तत्र किञ्चित् वदतु। अस्तु, एतावता अत्र पृथ्व्याः लक्षणस्य विषये वयं चिन्तनं कुर्वन्तः स्मः। अत्र गन्धवती पृथ्वी इति सामान्यलक्षणवाक्यमासीत्। तत्र गन्धवती पृथ्वी इत्युक्ते तत्र आधारादयभावः स्पष्टः न भवति इति कृत्वा किञ्चित् तत्र लक्षणवाक्यस्य परिष्कारं कृतवन्तः। तत्र गन्धवती इत्यस्मात् त्वप्रत्यय योजयित्वा गन्धवत्वं पृथ्व्याः लक्षणम् इति परिष्कारं कृतवन्तः। तत्र गन्धः, गन्धवत्वम् इत्युक्ते गन्धः एव, मतुप्रत्ययस्य अनन्तरं त्वप्रत्ययः योजयामः चेत् तत्र प्रकृत्यर्थे गमयति इति, अतः गन्धवत्वम् इत्युक्ते गन्धः। गन्धः इदानीं गन्धवत्वं पृथ्व्याः लक्षणम् इति वदामः चेत् गन्धः एव आदेयः, तस्य अधिकरण, तस्य अधिकरणम् अस्ति पृथ्वी। तर्हि गन्धे आदेयता अस्ति, पृथ्व्याम् अधिकरणता अस्ति। तर्हि अत्र अस्माकं वाक्यमस्ति, तत्र निरूपकनिरूप्यभावः अस्ति। तर्हि गन्धनिष्ठ आदेयतानिरूपित अधिकरणतावति पृथ्वी इति तादृशलक्षणवाक्यं भवति। अधिकरणतावत्त्वं पृथ्व्याम्, अतः अन्तिमवाक्यमस्ति गन्धनिष्ठ आदेयतानिरूपित अधिकरणतावत्त्वं पृथ्व्याः लक्षणम् इति फलितम्। सम्यक् इति तत्र गन्धवती पृथिवी अपि च गन्धवत्वं पृथिव्याः लक्षणम् इति अनयोः मध्ये कः भेदः इत्युक्ते तत्र गन्धवत्वं पृथिव्याः लक्षणं, गन्धवत्वं पृथिवीलक्षणम् इत्यस्मिन् सन्दर्भे तत्र आधेयभावः सुस्पष्टं ज्ञायते, तदेव तत्र वैशिष्ट्यमस्ति। यदि इदानीं तत्र नैयायिकानां मतानुसारं लक्षणं वक्तव्यं चेत् तत्र वत्वम् इति भवेत्, तदा एव यत्र वत्वम् इति रूपं दृश्यते तत्रैव आधारादेयभावः सुस्पष्टेन ज्ञायते इति कृत्वा तादृशमेव वक्तव्यं। किन्तु गन्धवती पृथिवी इति वदामश्चेत् तत्र दोषः इति किमपि नास्ति, किन्तु तत्तु तत्र समानादिकरण्यं दृश्यते गन्धवती पृथिवी इत्यत्र इति कृत्वा तत्र सामान्यतया लोके कथं वा व्यवहारं प्रवर्तते तादृशम् अत्र उक्तं गन्धवती पृथिवी इत्यस्मिन् स्थले। किन्तु तत्र नैयायिकानां मतानुसारं आधार आधेयभावः बोध्यः इति चेत् तत्र गन्धवत्वं पृथिवीलक्षणम् इत्येव वाक्यं भवेत् इति अस्ति। अग्रेपि भवती एव पठतु भगिनि। अत्रैव च व्याख्यासौकर्याय आधारादेयभावघटिते जलतेजसोः लक्षणे वर्णयामः। जललक्षणे शीतस्पर्शवत्यः आपः इत्यत्र शीतस्पर्शनिष्ठा आदेयतानिरूपित अधिकरणतावत्त्वम् आपां जलस्य लक्षणं। तेजोलक्षणे च उष्णस्पर्श निष्ठा आदेयता निरूपित अधिकरणतावत्त्वं तेजसः लक्षणम् इति वक्तव्यं। चित्रप्रकारः तु पूर्ववत् अनुसन्देयः। अत्र इदानीं वयं गन्धवती पृथ्वी अत्र परिष्कारं कृत्वा गन्धवत्वं पृथ्व्याः लक्षणम् इति दृष्टवन्तः। इदानीम् अत्र किञ्चित् प्रसङ्गः अस्ति इति कृत्वा अत्र जलस्य लक्षणम् अपि च तेजसः लक्षणमपि अस्मिन् सन्दर्भे एव किञ्चित् उच्यते। अत्र जलस्य लक्षणम् अस्ति शीतस्पर्शवत्यः आपः इति स्त्रीलिङ्गपदम्, अतः अत्र शीतस्पर्शवत्यः आपः इति अस्ति। अत्र आधारादे भावः पुनः यथा पूर्वम् अत्र वक्तव्यं चेत् जलतेजसोः लक्षणम् अत्र शीतस्पर्शवत्यः आपः इत्युक्ते अत्र शीतस्पर्शे आदेयता अस्ति, जले तत्र अधिकरणता अस्ति, अतः शीतस्पर्शनिष्ठ आदेयता निरूपित अधिकरणतावत्त्वं जले अस्ति इति कृत्वा जलस्य लक्षणं तथा भवति। पुनः अत्र तेजसः लक्षणं वदामः चेत् उष्णस्पर्शवत् तेजः इति तथा अस्ति, उष्णस्पर्शवत्त्वं तेजसी वर्तते, तर्हि उष्णस्पर्शनिष्ठा आदेयता निरूपित अधिकरणतावत्त्वं तेजसी अस्ति इति कृत्वा तेजसः तदेव लक्षणम्। उष्णस्पर्शे आदेयता वर्तते, तेजसी अधिकरणता वर्तते। अत्र चित्रप्रकारः तु पूर्ववत् वयमेव अस्मिन् सन्दर्भे अपि जलस्य विषये अपि च तेजसः विषये अपि वयं कुर्मः इति दत्तमस्ति। हा, अत्र चित्रमस्ति किल, अस्मिन् पुटे एव उपरि चित्रमस्ति किल। इदानीं तत्र गन्ध पृथिवी तत्र पृथ्वी बुध्यते त्व इति सर्वमस्ति किल, तत्र गन्धस्य इदानीं जलस्य लक्षणविषये किञ्चित् वदतु भगिनि। तत्र गन्धस्य स्थाने किं स्थापयामः, पृथिवी इत्यस्मिन् स्थाने किं स्थापयामः? अस्तु अस्तु, अत्र प्रकृते गन्धः अस्ति, उपरि अनन्तरम् अधोभागे पृथ्वी अस्ति, यतोहि पृथ्वी अधिकरणम् अस्ति, गन्धः आदेयः अस्ति, तत्र गन्धवती पृथ्वी अत्र वतु प्रत्ययः योजयित्वा अधोभागे गमनार्थं गन्धवती पृथ्वी। इदानीम् अत्र लक्षणस्य परिष्कारं कृत्वा अत्र उपरि गमनार्थं गन्धवत्वम् इति दत्तमस्ति। तस्य परिष्कारम् इदानीं जलस्य विषये कुर्मः चेत् जलम् अधोभागे अस्ति, अधिकरणम् अस्ति, तस्य गुणः अस्ति शीतस्पर्शः इति गुणः उपरि भवति। तर्हि अत्र सामान्यतया वदामः चेत् तत्र शीतस्पर्शवत्यः आपः इति सामान्यलक्षणवाक्यं भवति। तर्हि इदानीं त्वप्रत्ययं योजयामः चेत् शीतस्पर्शवत्वं जलस्य लक्षणं, तर्हि उपरि गमनार्थं त्वप्रत्ययः योजयामः। शीतस्पर्शवत्वम् इति वदामः चेत् तत्र शीतस्पर्शः एव तत्र प्रकृतार्थे गमयति। तर्हि इदानीं शीतस्पर्शवत्वम् इति वदामः चेत् तत्र आदेयता स्पष्टः भवति तस्मिन्, जले इदानीम् अधिकरणता वर्तते स्पष्टः भवति, तर्हि शीतस्पर्शनिष्ठा आदेयता निरूपित अधिकरणतावत्त्वं जले वर्तते इति तादृशलक्षणवाक्यं भवति। एवमेव प्रायः अन्य कोऽपि वदतु तेजस विषये। सीमा भगिनी प्रयत्नं कर्तुं, धन्यवादः भगिनि, सीमा भगिनी प्रयत्नं कर्तुम् इच्छति वा? करोमि महोदय। अत्र तेजसः लक्षणम् अस्ति उष्णस्पर्शवत् तेजः, किन्तु परिष्कृतलक्षणमस्ति उष्णस्पर्श निष्ठाधेयता निरूपित अधिकरणतावत्त्वं तेजसः लक्षणम्। अत्र चित्रे दृश्यामश्चेत् उपरि अपरिष्कृतलक्षणे उपरि उष्णस्पर्शः आगच्छति, उष्णस्पर्शः योगः मत् प्रत्ययः वत् कृत्वा अधोभागे तेजः आगच्छति। परिष्कृतलक्षणे तस्य भावः स्वीकुर्मश्चेत् उष्णस्पर्शवत्वम् आगच्छति, उष्णस्पर्शवत्वम् उष्णस्पर्शसमानम् एव अस्ति, अतः तेजः आधारः न श्रूयते भगिनि. अस्ति उष्णस्पर्शवत्वम् आधेयः अस्ति इति निष्पन्नं भवति. सम्यक्. पर्याप्तमस्ति महोदय. आमां सम्यक् सम्यक्तया भवता भवत्या उक्तं तत्र उष्णस्पर्शनिष्ठ आदेयता निरूपिता निरूपित अधिकरणतावत्त्वं तत्र वत्त्वम् इति दृश्यते किल तदेव परिष्कृतलक्षणं भवति तेजसः लक्षणम् इति वक्तव्यम् इति अस्ति. अस्तु इदानीं वयं किं कुर्मः तत्र सर्वे पृथिव्याः लक्षणं दत्तमस्ति किल तत्र पुटसङ्ख्या भवति सप्तत्रिंशत्तमपुटे पृथिव्याः लक्षणमस्ति किल. सीमा भगिनी तत्र भवती एव एकवारं पुनः स्थूलाक्षरैः यद् लक्षणं दत्तं तत् एकवारं पठित्वा किञ्चित् वदतु तस्मिन् विषये. अस्तु. गन्धवती पृथिवी इति अस्ति. गन्धवती पृथिवी सा द्विविधा नित्या अनित्या च. नित्या परमाणुरूपा अनित्या कार्यरूपा पुनस्त्रिविधा शरीरेन्द्रियविषयभेदात्. शरीरम् अस्मादीनाम् इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवर्ति विषयो मृत्पाषाणादि इति. अत्र एकनिमिषं भगिनि एकनिमिषं तस्मात् पूर्वं किञ्चित् अहम् अत्र वदामि तत्र नित्यम् अनित्यं शरीरम् इन्द्रियं विषयः इति एतादृशानि पदानि दृश्यन्ते तस्य लक्षणं प्रथमम् अहं वदामि सर्वे लिखन्तु नो चेत् अनन्तरं पुनः एतद् ध्वनिमुद्रणं श्रुत्वा कृपया लिखन्तु. तत्र नित्यम् इत्युक्ते उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् उत्पत्तिशून्यत्वे सति नाशशून्यत्वमेव नित्यस्य लक्षणम्. इदानीं तत्र वयं पठितवन्तः किल इदं नवद्रव्याणि सन्ति पृथिवी अप् तेज वायु आकाश काल दिक् आत्म मनांसि इति. तत्र आकाशः नित्यम् आत्मा अपि नित्यं काल अपि नित्यम् इति एतादृशम् अस्माभिः तत्र वयं पठितवन्तः. तत्र नित्यम् इत्युक्ते किम् इति चेत् उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् इत्युक्ते यस्य उत्पत्ति अपि नास्ति नाशः अपि नास्ति तादृशपदार्थः एव नित्यम् इति वक्तुं शक्यते. तत्र तस्य नित्यस्यैव भिन्नरीत्या वयं वदामश्चेत् प्रागभावप्रतियोगिता प्रध्वंसाभावप्रतियोगिता नास्ति नित्यस्थले इति वदामः. तत्र प्राग अभावस्य वर्णनम् अस्माभिः पूर्वं पठितं तत्र च अभावस्य चातुर्विध्यमपि अस्माभिः दृष्टं तत्र प्रागभावः प्रध्वंसाभावः अन्योन्य अभावः अत्यन्त अभावः इति. तत्र प्रतियोगिता इति अपि अस्माभिः दृष्टं यस्य अभावः सः एव प्रतियोगी भवति तस्मिन् प्रतियोगिता अस्ति. इदानीं यस्य वस्तुनः तत्र प्रागभावप्रति यस्मिन् वस्तुनि प्रागभावप्रतियोगिता नास्ति अपि च प्रध्वंसप्रतियोगिता अपि प्रध्वंसाभावप्रतियोगिता अपि नास्ति तादृशवस्तु एव नित्यम् इति वयं वदामः. यस्मिन् वस्तुनि प्रागभावप्रतियोगिता प्रतियोगिता इति धर्मः प्रागभावप्रतियोगिता अपि च प्रध्वंसाभावप्रतियोगिता नास्ति तादृशपदार्थमेव नित्यम् इति अङ्गीकुर्वन्ति नैयायिकाः. इदानीं तत्र अनित्यम् इत्युक्ते किम् उत्पत्तिशालित्वे सति नाशशालित्वम् उत्पत्तिशालित्वे इत्युक्ते तत्र उत्पत्ति तादृश पदार्थे अनित्यपदार्थे उत्पत्तिशालित्वम् अपि अस्ति नाशशालित्वम् अस्ति नाशशालित्वम् अपि अस्ति इत्युक्ते तत्र तस्य उत्पादनमपि कर्तुं शक्यते नाशः अपि कर्तुं शक्यते इत्युक्ते प्रागभावप्रतियोगिता तादृशपदार्थे अस्ति प्रध्वंसाभावप्रतियोगिता अपि तादृशपदार्थे अस्ति इति अनित्य वस्तुनः लक्षणं भवति पुनः इदानीं शरीरम् इत्युक्ते किं भोग आयतनं भोग आयतनमेव शरीरम् इति वदामः कस्य भोगः इत्युक्ते आत्मनः भोगस्य आश्रयः एव शरीरं भवति आत्मनः भोगस्य आश्रयः एव शरीरम् इति वदामः पुनः इन्द्रियम् इत्युक्ते किं तद्विषयकज्ञानजनकम् इन्द्रियम् तद्विषयकज्ञानजनकम् इन्द्रियं तदेव इन्द्रियस्य लक्षणं भवति अन्तिमं विषयः इत्युक्ते किम् उपभोगसाधनं विषयः इत्युक्ते उपभोगसाधनम् इति इति तेषां लक्षणानि सन्ति नित्यम् इत्युक्ते उत्पत्तिशून्यत्वे सति नाशशून्यत्वम् अनित्यम् इत्युक्ते उत्पत्तिशालित्वे सति नाशशालित्वं शरीरम् इत्युक्ते भोग आयतनम् आत्मनः भोगायतनम् इन्द्रियम् इत्युक्ते तद्विषयकज्ञानजनकं तदेव इन्द्रियम् अन्तिमं विषयः उपभोगसाधनम् इति अस्ति तत्र इदानीम् उदाहरणं स्वीकृत्य वयं पश्यामः इदानीं सीमा भगिनी अग्रे वदतु भगिनि तत्र किञ्चित् प्रतिपादयतु गन्धवती पृथिवी गन्धवती पृथिवी तत्र लक्षणस्य परिष्कारम् आवश्यकं महोदय अत्र दोषाः के के सन्ति तद् वदामि तत्सर्वं मास्तु इदानीं परिष्कृतलक्षणं किं भवति किमस्ति इति वदतु केवलं तदेव वाक्यम् अस्तु अस्तु गन्धवत्वं पृथिव्याः लक्षणं परिष्कृतं लक्षणमस्ति पृथिव्याः प्रभेदाः प्रभेदे द्वे अस्ति न द्वे हा द्वे अस्ति नित्या पृथ्वी अनित्या पृथ्वी नित्या पृथ्वी परमाणुरूपा अस्ति यथा भवता उक्तं परमाणुवः पृथिव्याः परमाणुवः उत्पत्ति तेषाम् उत्पत्तिः नास्ति तेषां नाशः अपि नास्ति अतः ते नित्याः सन्ति सर्वे परमाणवः नित्याः केवलं पृथिव्याः अस्ति नास्ति किन्तु पृथिवी आप् तेज वायु इत्येषां परमाणवः नित्याः एव इति कृत्वा तेषां तत्र उत्पत्ति तस्मिन् तेषु उत्पत्तिशून्यत्वम् अस्ति नाशशून्यत्वम् अपि अस्ति भिन्नरीत्या वदामश्चेत् तत्र तेषु प्रागभावप्रतियोगिता नास्ति प्रध्वंसाभावप्रतियोगिता नास्ति अतः अतः परमाणवः पृथिव्याः परमाणवः नित्या नित्याः इति हा पृथिव्याः अनित्या पृथिवी कार्यरूपा अस्ति यतोहि तेषाम् उत्पत्तिः अस्ति एवं नाशः अपि अस्ति इदानीं तत्र कार्यरूपा इत्युक्ते कार्यमित्युक्ते तत्र किं कार्यमित्युक्ते यस्य प्रागभावः अस्ति कार्यस्य उत्पत्तिः अस्ति हा तत्र यद्भवत्या उक्तं तद् अनित्या अनित्यम् इत्यस्य लक्षणम् इदानीं कार्यम् इत्युक्ते उदाहरणं किमपि वदति मृदः घटः उत्पद्यते अतः घटः अथवा कपालिकायाः घटः उत्पद्यते, अतः घटः कार्यमस्ति, कपालिका कारणमस्ति तस्य। हा सत्यम्। इदानीं तत्र कार्यम् इत्युक्ते घटपटादयः इति वदामः, तत्र घटः अपि कार्यमस्ति, तस्य कारणं कपालः तदपि कार्यमस्ति, कस्य अपेक्षया? परमाण्वः अपेक्षया कपालः अपि कार्यमस्ति, कपालिका अपि कार्यमस्ति, सर्वं तत्र परमाण्वः विहाय अन्ये सर्वे कार्यमेव, अन्यानि सर्वाणि कार्यमेव भवन्ति। कार्यस्य प्रकाराः त्रयः सन्ति, शरीरम् इन्द्रियाणि एवं विषयाणि। शरीरस्य अत्र पृथ्वी शरीरमस्ति, अस्मदादीनां शरीराणि यानि सन्ति ते पृथिव्याः अनित्यकार्यम् अस्ति। इन्द्रियाणि इन्द्रियं यत् गन्धग्राहकमस्ति, अस्माकं घ्राणमस्ति, यत् घ्राणं नासाग्रवर्ती अस्ति, तत् अपि पृथिव्याः अनित्यकार्यमस्ति, न अनित्यं कार्यमस्ति। एवं च विषयः पृथिव्याः विषयः अस्ति मृत् पाषाणादि, मृत् इत्युक्ते यस्मात् घटादयः घटादयानां निर्माणं भवति, घटादीनां निर्माणं भवति। पाषाण इत्युक्ते राक् और् स्टोन् न जाने, अहं चिन्तयामि वृक्षादि अपि सत्यं तावत्पर्यन्तम्। आमामाम् आम्, धन्यवादः भगिनि। इदानीं तत्र इदानीं सर्वं अवगतम् इति अहं चिन्तयामि। तत्र गन्धवती पृथिवी, गन्धवत्वं पृथिव्याः लक्षणं भवति। पृथिवी तत्र द्विविधा विभजितम् अस्ति, नित्यम् अनित्यं, नित्या अनित्या इति स्त्रीलिङ्गे, पृथिवी इति स्त्रीलिङ्गे अस्ति इति कृत्वा नित्या अनित्या च। तत्र नित्या परमाणुरूपा भवति, अनित्या कार्यरूपा, घटपटादयः ते सर्वे अनित्याः कार्यरूपा। पुनः त्रिविधा इत्युक्ते पृथिवी एव पुनः तत्र भिन्नदृष्ट्या विभक्तमस्ति, शरीर इन्द्रियविषयभेदात्। इदानीं शरीरम् अस्मदादीनाम् इति अस्ति, तत्र अस्माकं शरीरे मुख्यांशः पृथिवी अस्ति, केवलम् अस्माकं शरीरं सर्वत्र पृथिवी एव इति नास्ति, तत्र औष्ण्यम् अपि अस्ति किल अस्माकं शरीरे, औष्ण्यम् अस्माभिः अनुभूयते, अपि च जलमपि अस्ति अस्माकं शरीरे, वायु अपि अस्ति अस्माकं शरीरे इति कृत्वा सर्वं मिलित्वा एव अस्माकं शरीरं निर्मितं तत्र। किन्तु मुख्यांशः किम् इत्युक्ते पृथिवी, अधिकाधिकं पृथिवी एव अस्माकं शरीरे अस्ति इति कृत्वा अत्र शरीरम् अस्मदादीनाम् इति उक्तम्। अत्र मनसि बोधः जायेत, तत्र शरीरम् अस्मदादीनाम् इति वदनेन तत्र केवलम् अस्माकं शरीरे पृथिव्याः अंशाः एव सन्ति इति न अवगन्तव्यम्, किन्तु पृथिव्याः अंशः तत्र प्राधान्यत्वेन अस्ति इति अवगन्तव्यम् इति एकम्। इदानीं तत्र इन्द्रियं गन्धग्राहकं घ्राणं नासाग्रवत्ति, तत्र घ्राणेन्द्रियं भवति इन्द्रियं, इन्द्रियं तत्र घ्राणम् इत्युक्ते तस्य नाम, इन्द्रियस्य नाम। गन्धग्राहकमेव तस्य शक्तिः, तस्य कार्यं ग्राणेन्द्रियं किं करोति इति चेत् गन्धग्राहकं करोति इति अस्ति. तत्र पश्यतु, मया उक्तं किल इन्द्रियं तद्विषयकज्ञानजनकम् इन्द्रियम् इति. अस्मिन् सन्दर्भे तत् इति गन्धः, गन्धविषयकज्ञानजनकम् इन्द्रियं ग्राणम् इति बोध्यं. तत्र ग्राणेन्द्रियं केन द्रव्येण उत्पादितम् इति चेत् पृथिवीद्रव्येण एव उत्पादितम् इति मनसि भवेत् इति अस्ति अत्र. इन्द्रियं गन्धग्राहकं ग्राणं कुत्र वर्तते इत्युक्ते नासाग्रवर्ति, नासिकायाम् अग्रस्थाने अस्ति ग्राणेन्द्रियम् इति. विषयः मृत्प्राशाणादि इति अस्ति. तत्र विषयः इत्युक्ते उपभोगसाधनमेव. तत्र मृत्पाषाणादे यत्किमपि अस्माकं पुरतः अस्ति तत्सर्वं तादृशमस्ति इति. अस्तु, इदानीं इत्युक्ते अतः शरीरम् अस्मदादीनाम्. एकनिमिषं पुनः वदतु महोदय. शरीरम् अस्मदादीनाम् इति वाक्यस्य अर्थः अस्मदादीनां. तत्र अस्माकं शरीरमस्ति किल, शरीरे आत्मा अस्ति, तादृशशरीराणि एव तत्र शरीरं भवति इति. ते सर्वे तत्र शरीरेषु पृथिव्याः अंशाः प्राधान्यत्वेन सन्ति इति कृत्वा शरीरं, पृथिव्याः शरीरं कुत्र वर्तते इत्युक्ते अस्मदादीनाम् इति. महोदय. अस्तु, धन्यवादः भगिनि. प्रश्नः अस्ति अत्र. एकनिमिषम् एकनिमिषं भगिनि, क्षम्यताम्. हा वदतु भगिनि, क्षम्यताम्. अत्र त्रिविधा याः सन्ति ते कार्यरूपाः सन्ति वा पृथिव्याः, किं कथम् अवगन्तव्यं? तत्र कार्यरूपा इत्येव अवगन्तव्यं. तत्र भवती एव चिन्तयतु, तत्र परमाणुरूपं तत्र शरीररूपेण, परमाणु तु स्वयं परमाणवः एव किल. ते तस्मिन् प्रत्येकं परमाणुषु प्रत्येकं परमाणौ प्रत्येकं परमाणौ विशेषः इति पदार्थः वर्तते इत्युक्त्वा तत्र प्रत्येकं परमाणु भिन्नः अस्ति. सत्यं, हा हा इति कृत्वा तत्र त्रिविधा इति कार्यरूपे एव तत्र सङ्गच्छते, तादृश अवगमनं. सत्यं सत्यं. हा हा, धन्यवादः. इदानीं बालसुब्रह्मण्यहरे, भवान् पठितुम् इच्छति वा? तत्र इदानीं कुत्र गच्छामः? पुटसङ्ख्या 42, तत्र शीतस्पर्शवत्यः आपः इति अस्ति किल, तत् परिच्छेदं सम्पूर्णं पठित्वा किञ्चित् वदतु अस्मिन् विषये. प्रयत्नं करोमि. शीतस्पर्शवत्य आपः, ताः द्विविधाः नित्या अनित्याश्च, नित्याः परमाणुरूपाः, अनित्याः कार्यरूपाः, पुनः त्रिविधाः शरीर इन्द्रिय विषयभेदात्. शरीरं वर्णलोके, इन्द्रियं रसग्राहकं, रसनं जिह्वाग्रवर्ति, विषयः सरित्समुद्रादिः. एवं वा? हा हा, तावत्पर्यन्तं महोदय. किञ्चित् वदतु. शीत आपः शीतस्पर्शत्वं, आपः तस्य लक्षणं शीतस्पर्शवत्त. पुनः ताः त्रिविधाः नित्य इत्युक्ते परमाणुरूपः नित्य इत्युक्ते प्रागभावः नास्ति, प्रध्वंसभावः अपि नास्ति, तस्मात् नित्यः इति. समानसमये अनित्यः कार्यरूपः, कार्यरूपः इति प्रागभावः आसीत्, तदनन्तरं प्रध्वंस अभावः अस्ति एव. नित्यं तु प्रागभावः नास्ति, प्रध्वंस अभावः नास्ति. अत्र प्रागभावः आसीत्, प्रध्वंस अभावः अपि भविष्यति. तत्र किञ्चित् परिष्कारं करोमि. भवतः चिन्तनस्य विवक्षा का इति मया बुद्धं, किन्तु अभावः इति भिन्नपदार्थः किल. सप्तपदार्थेषु अभावः इति अन्यतमपदार्थः इति कृत्वा तत्र प्रागभावप्रतियोगिता नास्ति इति वक्तव्यम्. तत्र प्रागभावस्य प्रतियोगिता, प्रागभावप्रतियोगिता तस्मिन् पदार्थे, नित्यपदार्थे नास्ति. अभावः नास्ति इति न वक्तुं शक्यते किल. अभावस्तु भिन्नः इति. इदानीं भूतले घटाभावः अस्ति इति वदामश्चेत् घटाभावः कुत्र वर्तते? भूतले एव वर्तते, न तु घटे, न तु घटे. इति प्राग् अभावः इति वार्तायाः न सूचितः किल. अत्र उत्पत्तिशून्यत्वम् इति अस्ति. उत्पत्तिशून्यत्वम् इति वक्तुं शक्यते. तत्र नित्यपदार्थे उत्पत्तिशून्यत्वं, नित्यपदार्थेषु उत्पत्तिशून्यत्वम् अस्ति इति वक्तुं शक्यते. किन्तु प्रागभावः नास्ति इति न वदामः. किमर्थमित्युक्ते प्रागभावः इति भिन्नपदार्थः. हा इति कृत्वा इदानीं तत्र नित्यपदार्थे किमस्ति इत्युक्ते प्रागभावप्रतियोगिता, प्रतियोगिता नास्ति. तत्र नित्य वस्तुनि प्रागभावप्रतियोगिता नास्ति. अवगच्छति किल? किञ्चित् जाटिल्यमस्ति, तदेव. अस्तु, वदतु महोदय अग्रे. प्रागभावप्रतियोगिता नास्ति, क्षम्यतां, प्रागभावप्रतियोगिता नास्ति यतोहि नित्यपदार्थे उत्पत्तिः नास्ति. सत्यं खलु? सत्यं सत्यं. अपि च यस्य अभावः तत् प्रतियोगी भवति, प्रतियोगिनी प्रतियोगिता इति धर्मः वर्तते. इदानीं यत्किमपि कार्यं भवतु, तत्र घटादयः इति घटः इति कार्यम् इति स्वीकुर्मश्चेत् उत घटस्य उत्पत्तेः पूर्वं घटप्रागभावः वर्तते. इदानीं घटप्रागभावः कदा अपगच्छति इति चेत् तस्य प्रतियोगिता, अनयोः मध्ये अभावः अपि च प्रतियोगी, अनयोः मध्ये तत्र सः अनवस्थानं नास्ति, इत्युक्ते विरोधः अस्ति. यदा यस्मिन् क्षणे तत्र प्रतियोगी आगच्छति तस्मिन् क्षणे प्रागभावः तथा अभावः यदा कदापि न तिष्ठति इति कृत्वा तत्र प्रागभावप्रतियोगिता घटे अस्ति. यदा प्रतियोगी घटप्रागभावस्य प्रतियोगी आगच्छति तदा घटप्रागभावः नश्यति इति वार्ता अस्ति. एवमेव अत्र प्रध्वंसभावः इत्युक्ते अत्र नित्यपदार्थस्य नाशः एव न भवति इति कृत्वा तस्य प्रध्वंसभाव अभावः एव न भवति. हा, अभावः न भवति नित्यपदार्थस्य प्रध्वंस अभावः यदा कदापि न भवति, प्रागभावः यदा कदापि न भवति. किन्तु इदानीं तत्र पदार्थं स्वीकृत्य तत्र नैयायिकानां मतानुसारं वक्तव्यं चेत् तत्र प्रध्वंसाभावप्रतियोगिता नित्यपदार्थे प्रागभावप्रतियोगिता नास्ति, प्रध्वंसाभावप्रतियोगिता अपि नास्ति इति वक्तव्यम्. इत्युक्ते अत्र क्षम्यता महोदय, इत्युक्ते अत्र किञ्चित् भिन्नरीत्या वक्तव्यं चेत् प्रागभाव अप्रतियोगित्वं नित्यपदार्थे अस्ति, प्रागभाव प्रध्वंसभाव अप्रतियोगित्वं नित्यपदार्थे अस्ति इति वक्तुं शक्नुमः खलु, यथा अत्र पूर्वं द्रोणमहोदयेन उक्तवान्. सत्यं सत्यं, तादृशम् अस्तु. डबल् नेगेटिव् इति अस्ति, अभाव अप्रतियोगित्वम् इति. अस्तु महोदय, अग्रे वदतु. पुनः त्रिविधः शरीर इन्द्रिय विषयभेदात् तस्मात् अत्रापि पृथिवी शरीर इन्द्रिय विषयभेदात्. हा, तत्र इदानीं तत्र आपः इत्यस्य पुनः त्रिविधा विभजनं कृतं, शरीर इन्द्रिय विषयभेदात्. शरीरमित्युक्ते किम्? आत्मनः भोगायतनम्. इदानीम् आपः शरीरं कुत्र वर्तते? अत्र अग्रे दत्तमस्ति किल शरीरं वरुणलोके इति. यदि आपः शरीरं भवेत् तत् कुत्र वर्तते इत्युक्ते वरुणलोके वर्तते इति तेषां चिन्तनं. शरीरं वरुणलोके, इन्द्रियं रसग्राहकं, रसनमिति जिह्व अग्रवर्ति. हा, इदानीं तत्र अस्मिन् वाक्ये इन्द्रियं रसग्राहकं रसनं जिह्वाग्रवर्ति जिह्वाग्रवर्ति इति अस्ति. अत्र इन्द्रियस्य नाम किं, संज्ञा किं? जिह्वा. न, इन्द्रियस्य तत्र जिह्वायां वर्तते इन्द्रियम्. तत्र नाम इन्द्रियस्य नाम किं? ग्राहकम् इति रसन इन्द्रियम्. रसनम् ग्रहण इत्यादि ग्राहकम् इति इन्द्रियः. न न, ग्राहकम् इति इन्द्रियस्य कार्यम् अस्ति. इदानीम् इन्द्रियस्य संज्ञा नाम, तस्य नाम रसनम् इति. यथा गन्धग्राहक इन्द्रियस्य नाम घ्राणम् इति, तथा रसग्राहक इन्द्रियस्य नाम रसनम् इति. तस्य कार्यं रसग्राहकम् एव तस्य कार्यं, रसस्य ग्रहणम् एव रसन इन्द्रियस्य कार्यं भवति. तत् कुत्र वर्तते इत्युक्ते जिह्व अग्रवर्ति इति अस्ति. हा, तत्र किमर्थम् अग्रवर्ति इति उक्तम् इति मया न, तत्र सर्वत्र जिह्वायां सर्वत्र रसनसामर्थ्यम् अस्ति किल, अग्रे तु केवलं मधुरस्य एव ग्रहणं भवति, तत्र पृष्ठभागे एव तत्र कटु इति एतादृशग्रहणं भवति. किन्तु भवतु, तत्र जिह्व अग्रवर्ति इत्युक्ते जिह्वायाम् उपरि इति प्रायः अवगन्तुं शक्यते. सर्वत्र नास्ति, उपरि तदनन्तरं विषयः समुद्रादिः. विषयः आपः इति कारणात् विषयः सरित् समुद्रादिः, तत्र समुद्रादिः भवति, आपः अस्ति इति. सत्यं सत्यम्। इदानीम् अहं एकः प्रश्नः करोमि, तत्र जले गन्धः अस्माभिः अनुभूयते एव, तत्र एतद् जलं सुगन्धमस्ति, अन्यत् जलं दुर्गन्धमस्ति इति तादृशगन्धः जले अपि अस्माभिः अनुभूयते। किन्तु इदानीमेव अस्माभिः किं पठितं, गन्धवत्वं पृथिव्याः लक्षणम् इति। इदानीं गन्धवत्वमेव पृथिव्याः लक्षणम् इति अस्ति चेत् तत्र इदानीं जले अपि गन्धः अनुभूयते एव अस्माभिः इति कृत्वा तत्र अतिव्याप्तिदोषः भवति वा, जले जले पृथिव्याः लक्षणस्य अतिव्याप्तिदोषः भवति वा इति प्रश्नः। तत्र भवतः नो चेत् सर्वेषां चिन्तनं किम् इति किञ्चित् वदन्तु। नास्ति महोदय, किमर्थं पृथिव्याः अवयवः न पार्टिकल्स् जले भवन्ति चेत् तेषां गन्धः जले वर्तते इति भाति संयोगसम्बन्धेन, किन्तु जले गन्धः नास्ति इति मम चिन्ता। बहु सम्यक्, तदेव तदेव अत्र अस्ति यद्भवत्या उक्तं तदेव। बहु सम्यक् भगिनि, इदानीं तत्र जले गन्धः कथं वा अस्माभिः अनुभूयते इति चेत् तत्र पातृव्यद्रव्याणां मिश्रणेन एव तादृशगन्धः अनुभूतः भवति इति अस्ति। इदानीं तत्र गन्धः पृथिव्यां केन केन सम्बन्धेन अस्ति, बालसुब्रह्मण्यमहोदय वदतु, गन्धः पृथिव्यां केन सम्बन्धेन अस्ति? समवायसम्बन्धेन अस्ति। किन्तु जले यद् गन्धः अस्माभिः अनुभूयते तत् केन सम्बन्धेन अस्ति, ऊहं कर्तुं करोति वा? संयोगसम्बन्धः नास्ति, प्रथमं समवायसम्बन्धः नास्ति इति वक्तव्यं। किमर्थम् इत्युक्ते तत्र गन्धः तु पृथिव्याः गुणः इति कृत्वा पृथिवीगन्धयोः मध्ये समवायसम्बन्धः गुणिनोः मध्ये समवायसम्बन्धः भवितुमर्हति इति कृत्वा गन्धजलयोः मध्ये समवायसम्बन्धः न भवति। अस्तु, अग्रे इतोपि चिन्तनं। संयोगसम्बन्धः इति अपि वक्तुं न शक्यते। संयोगसम्बन्धः तयोः मध्ये भवितुमर्हति, संयोग द्रव्ययोः मध्ये संयोगसम्बन्धः। बहु सम्यक्, हा, द्रव्ययोः मध्ये एव संयोगसम्बन्धः भवति। इदानीम् अत्र यस्मिन् जले गन्धः अस्माभिः अनुभूयते तादृशजले पार्थिवद्रव्याः अपि सन्ति किल, पार्थिवद्रव्यम् अपि सन्ति किल, पार्थिवद्रव्याणि सन्ति इति कृत्वा इदानीं पार्थिवजलयोः पृथिवीजलयोः मध्ये संयोगसम्बन्धः भवितुमर्हति वा? भवति एव, सत्यं, पृथिवीजलयोः मध्ये संयोगसम्बन्धः निश्चयेन भवति। किमर्थम् इत्युक्ते द्वयमपि द्रव्यम् इत्यतः पृथिवीजलयोः मध्ये संयोगसम्बन्धः भवत्येव। इदानीं तत्र गन्धः पृथिव्यां समवायसम्बन्धेन अस्ति, पृथिवी तु संयोगसम्बन्धेन जले अस्ति इति कृत्वा गन्धः केन सम्बन्धेन जले अस्ति इति पृष्टे सति नैयायिकाः एवं वदन्ति, स्व आश्रयसंयोगसम्बन्धेन इति। स्व आश्रयसंयोगसम्बन्धेन, इदानीं स्वम् इति गन्धः, स्वम् इति गन्धः, गन्धस्य आश्रयः कः? पृथिवी भवति, आश्रया गन्धस्य आश्रया पृथिवी भवति। अतः गन्धः पृथिव्यां स्व आश्रयसम्बन्धेन अस्ति, पुनः पृथिवी जलेन सह संयोगसम्बन्धेन अस्ति इति कृत्वा गन्धः तत्र परम्परया स्व आश्रयसंयोगसम्बन्धेन जले भवति इति ते वदन्ति. अतः यदा यद्यपि जले गन्धः अस्माभिः अनुभूयते तथापि जले तत्र अतिव्याप्तिदोषः पृथिव्याः अतिव्याप्तिलक्षणस्य अतिव्याप्तिदोषः न आपतति. किमर्थम् इत्युक्ते तत्र पार्थिवद्रव्याणां मिश्रणेन एव गन्धः जले अनुभूयते इति कृत्वा तत्र गन्धः स्व आश्रयसंयोगसम्बन्धेन जले वर्तते इति कृत्वा तत्र अतिव्याप्तिदोषः न भवति, तथापि जले गन्धः अस्माभिः अनुभूयते एव इति अस्ति. बहु सम्यक् महोदय, धन्यवादाः. हा, इदानीं शिवराम महोदय अग्रे पठति वा? उष्णस्पर्शवत् तेजः इति. आम् महोदय, वदतु भगिनि. विषयः अवशिष्टः तत्र सरित् समुद्रादि इति समुद्रादिः इति कृतं. तत्र सरित् इत्युक्ते नदी यत्र जलस्य श्रवणं भवति, तादृश तादृश विषयाः एव तत्र सरित् समुद्रादयः विषयाः भवन्ति इति तावदेव. इतोपि किञ्चित् वक्तव्यमेव, तत्र किमपि प्रश्नः अस्ति वा? प्रश्नः मम विषयस्य कृते आसीत्, आपस्य विषयः अपां विषयः अस्ति अथवा अस्माकं विषयः अस्ति? विषयः सर्वदा अस्माकमेव भवति. अत एव मया उक्तं विषयस्य लक्षणं किम्? उपभोगसाधनम्. हा, इदानीं जलं तु स्वस्य उपभोगं न करोति किल. यः चेतनः अस्ति सः एव उपभोग तस्मिन् एव उपभोगशालित्वम् अस्ति. अपि च यदा कदापि विषयः इति पदम् अस्माभिः श्रूयते तत्र सर्वत्र ज्ञानम् इति स्मरणं मनसि भवेत्. यदा ज्ञानं भवति तदा एव वस्तु विषयः भवति, नो चेत् वस्तु तत्र द्रव्यरूपेण एव तिष्ठति इति कृत्वा तादृशचिन्तनमपि मनसि भवेत्. हा, अस्तु. शिवरामहोदय अग्रे पठतु महोदय. उष्णस्पर्शवत् तेजः तद् द्विविधं, नित्यम् अनित्यं च. नित्यं परमाणुरूपम्, अनित्यं कार्यरूपं, पुनस्त्रिविधं शरीर इन्द्रिय विषयभेदात्. शरीरम् आदित्यलोके, इन्द्रियं रूपग्राहकं, चक्षुः कृष्णताराग्रवर्ति. विषयः तु चतुर्विधः, भौम दिव्य औदर्य आकरज भेदात्. भौमं वन्यादिकम्, अभिन्दनं दिव्यं विद्युतादि. भुक्तस्य परिणामहेतु औदर्यम्, आकरजं सुवर्णादि. अधुना तेजः उष्णस्पर्शवत् तस्य लक्षणमस्ति उष्णस्पर्शवत् तेजः, पुनः तद् द्विविधम्, एकं नित्यम् एकम् अनित्यं. तत्र किञ्चित् लक्षण, क्षम्यतां महोदय, तत्र उष्णस्पर्शवत् तेजः इति व्यावहारिकरीत्या लौकिकरीत्या दत्तम्, इदानीं तत्र परिष्कारं कृत्वा लक्षणं कथं भवति इति वदतु. उष्णस्पर्शत्वं तेजसि अस्ति, उष्णस्पर्शत्वम्. उष्णस्पर्शत्वं वा उष्णस्पर्शवत्त्वं वा? उष्णस्पर्शवत्त्वं तेजसि अस्ति. हा, उष्णस्पर्शवत् इदानीं तत्र योगः त्वम् उष्णस्पर्शवत्त्वं तेजसः लक्षणं तेजसः लक्षणं सम्यक् अग्रे तद्विविधम् एकं नित्यं यत् परमाणुरूपम् अस्ति तत् नित्यं तथा द्वणुकतः यत् कार्यरूपम् अस्ति तत् अनित्यमस्ति सम्यक् पुनः त्रिविधम् एकं शरीर इन्द्रियविषयभेदात् शरीर इन्द्रियविषयभेदात् पुनः तस्य त्रीणि भागानि भवितुमर्हति शरीरम् आदित्यलोके आदित्यलोके शरीरमस्ति इन्द्रियं रूपग्राहकं चक्षुः कृष्णताराग्रवर्ति अस्माकं नेत्रं तस्य तेजसि तत्त्वस्य ग्राहक इन्द्रियरूपम् इन्द्रियरूपेण कार्यं करोति अत्र इन्द्रियस्य नाम किम् अस्मिन् वाक्ये इन्द्रियस्य नाम इन्द्रिय चक्षुः इति इन्द्रियस्य नाम तस्य कार्यं किं कार्यमस्ति रूपग्रहणं रूपग्राहकं रूपग्रहणं सत्यं कुत्र वर्तते कृष्णताराग्रवर्ति अस्माकं चक्षुः कृष्णवर्णीय तस्य उपरि भागः किञ्चित् अस्ति तन्मध्ये तत् चक्षुः अस्माकं किं मराठीभाषायाम् अहं वक्तुं शक्नोमि तत् बाहुली इति तस्य किञ्चित् तस्य गोलकम् अस्ति न गोलकं तत् हा हा सत्यं विषयचतुर्विधः भौम दिव्य औदर्य आकरजभेदात् भौमं वन्यादिकम् अस्माकं पृथिव्यां यत् वह्निः वा अग्निः अस्ति यत् दृश्यते तत् भौमरूप तेजसः भौमरूपमस्ति वह्निः यत् अस्माकं भूमौ यत् अग्निः दृश्यते तत् तेजस्य विषय तस्य दृश्यरूपमस्ति अत्र एकं वदामि तत्र भौम इत्युक्ते भूमौ विद्यमानं यत् तद् भौम इति भवति एवमेव दिव्य इति दिवि विद्यमानं दिवि विद्यमानं दिव्य इति भवति उदर्य इत्युक्ते उदरे विद्यमानं तत्र उदर्य इति भवति आकरज इत्युक्ते आकरे आकरे आकरे इत्युक्ते मैन् मैन् खनिज हा यस्य खननं भूमौ खननं कृत्वा यत् प्राप्स्यते तत् आकरजं सत्यम् आकरे विद्यमानम् अपि च तत्र जन्यमपि आकरज इति अस्ति किल हा इदानीं मध्ये वदतु महोदय भवानेव वदतु अत्र भौमौ तथा विद्युत् तथा अस्माकम् उदरे भुक्तस्य परिणामहेतु उदरे यत् अग्निः अस्ति तथा आकराजादि यानि या ये पदार्थाः सन्ति सुवर्णादि ते सर्वे तेजस्य विषयः सत्यं तेषां तेज इति तेज इति रूपं तस्मिन् तेषु दृश्यते सत्यम् अत्र अभिन्दनं दिव्यं विद्युदादि इति तत्र जलमेव निमित्तकारणं यस्य तत् विद्युत् जलमेव निमित्तकारणम् इति तदेव विद्युत् इति भवति अप् एव इन्धनं यस्य तद् अभिन्दनं दिव्यं विद्युदादि इति यत्र जलमस्ति दिवि तत्रैव भवति विद्युत् इति कृत्वा तद् तत्र अभिन्दनं दिव्यं विद्युदादि इति तत्र जलं नास्ति चेत् तत्र विद्युत् यदा कदापि न भवति इति कृत्वा जलं निमित्तकारणं भवति विद्युत् प्रति अपि च भुक्तस्य परिणामहेतुः उदर्यम् इति दत्तम् तत्र पचनकार्यमस्ति किल यदा वयं यत्किमपि खादामः तस्य उदरे गत्वा तस्य पचनं पुनः भवति इति कृत्वा तत्र केन तत्र तत्र तेजः कः इत्युक्ते तत्र उदर्यम् इति पचनकार्यस्य हेतुः तत् उदर्यम् उदरे यः औष्ण्यम् अस्ति तदेव तत्र उदर्यम् इति भुक्तस्य परिणामहेतुः अनेन उदर्येन एव यद् अस्माभिः भुज्यते तस्य परिणामः भवति इति अपि च आकरजं सुवर्णादि इति अस्ति अत्र अस्तु दिवि इत्युक्ते अत्र किं महोदय दिवि दिवि इत्युक्ते दिवि इत्युक्ते आं दिवि इति सप्तमी दिवि इत्युक्ते संस्कृतभाषायां तत्र पर्यायवयं किम् इति चिन्तयन्नस्मि तत्र किं वदामः स्कै स्कै आकाशः वा आकाशः इति अत्र वदामश्चेत् तत्र आकाशः तु केवलं दिवि नास्ति किल सर्वत्र सप्तलोकेषु एकः लोकः अस्ति न दिवि हा तादृशम् अपि अस्ति किन्तु अत्र तादृशचिन्तनं नास्ति अत्र तत्र सप्तलोकस्य विषये चिन्तनम् अत्र नास्ति दिवि इत्युक्ते स्कै तादृशम् अवगच्छति आकाशम् इति वदामश्चेत् तद् आकाश इति पदार्थ इति द्रव्यं सर्वत्र वर्तते विभुः एकः इति कृत्वा अत्र भूमौ अपि आकाशः अस्ति इति कृत्वा दिव्यते दिवि विद्यमानः अस्ति दिव्यं हा दिवि विद्यमानम् अस्ति दिव्यं दिव्ये अत्र अभिन्दनम् इत्युक्ते लैट्निङ्ग् लैट्निङ्ग् हा हा हा तत्र क्लौड्स् गगनं सर्वं भवति किल यस्मिन् गहने आपः अस्ति आपः सन्ति इति उक्तवान् तत्र नित्यबहुवचनरूपमस्ति इति कृत्वा यस्मिन् गगने आपः सन्ति तत्रैव विद्युत् भवितुम् अर्हति इति कृत्वा आपः एव विद्युतः निमित्तकारणं भवति एकादश एव किमिति महोदय दिवि सूर्यसहस्रस्य भवेत् युगपद उत्थितः एकादश अध्याये भगवद्गीतायाम् आमामामां दिवि दिवि सूर्यसहस्रस्य भवेत् युगपद उत्थितः अग्रिमपङ्क्ति न स्मरामि किन्तु एकादश अध्याये अस्ति सत्यं सत्यं किन्तु अत्र अस्माकं यत्र नैयायिकवर्गे अस्माकं चिन्तनं दिवि इत्युक्ते दिव्य इत्युक्ते दिवि विद्यमानम् अत्र दिवि इत्युक्ते केवलं स्कै तावदेव अस्तु इति अस्ति अत्र इदानीं तत्र करपत्रं प्रति गन्तव्यं किमर्थम् इत्युक्ते आकरजं सुवर्णादि इति दत्तमस्ति किल तत्र पश्यन्तु सर्वे इदानीं तेजसः लक्षणग्रन्थे वयं स्मः इदानीं सुवर्णम् इति सुवर्णमित्युक्ते गोल्ड् सुवर्णादि इति पदेन तत्र किं बोध्यम् इत्युक्ते सुवर्णः वा रजतं वा तत्र अयम् अयः अयण् अस्ति किल तादृशं तानि सर्वाणि पदानि तत्र तेजः इति अस्मिन् द्रव्ये नैयायिकाः योजिताः सन्तः इति कृत्वा तत् कथम् अस्माकं सामान्यज्ञानं तु सुवर्णम् इत्युक्ते किम् इत्युक्ते पार्थिवद्रव्यम् इत्येव वयं वदामः किल किन्तु नैयायिकाः वदन्ति सुवर्णादि पदार्थानि तेजसद्रव्यं न तु पार्थिवद्रव्यं तैजसद्रव्यं न तु पार्थिवद्रव्यम् इति ते वदन्ति तत् कथं वा तादृशं वदन्ति इत्यस्मिन् विषये बोधनार्थं तत्र करपत्रं निर्मितमस्ति प्रायः इदानीं सर्वेषां पुरतः स्यात् सुवर्णं तैजसं द्रव्यम् इति तत्र गच्छामः महोदय ततः पूर्वं प्रश्नः एकः अस्ति महोदय हा वदतु महोदय बालसुब्रह्मण्यं महोदय प्रश्नः एकः आपः वर्णलोके तेजः आदित्यलोके वायुः वायुलोके इत्यादि वर्णलोक आदित्यलोके इदानीं किञ्चित् विवरणं करोतु महोदय अत्र इदानीं पश्यतु, तत्र आपः तेजः सर्वत्र दृश्यते, किमर्थं वर्णलोके एव मूल आपः तत्र अस्ति इति वा अर्थः? हा, इदानीं पश्यतु, तत्र केवलं जलं स्वीकृत्य एकं शरीरं निर्मितं चेत् तादृशशरीरं कुत्र वर्तते इत्युक्ते वरुणलोके वर्तते. तत्र अन्यस्य यस्य कस्यापि मिश्रणं नास्ति, केवलं जलीयशरीरमस्ति. तादृशशरीरं भूमौ यत्र कुत्रापि अस्माभिः न दृश्यते किल. तत्र सर्वत्र अस्माकं शरीरे अपि जलीय अंशाः सन्ति, जलीय अंशाः सन्ति, किन्तु अस्माकं शरीरे प्राधान्यम् अस्ति पार्थिव अंशाः इति कृत्वा तत्र पार्थिवम् इति उक्तम्. इदानीं जलीय केवलं जलीय अंशाः अंशैः तत्र शरीरं निर्मातव्यं, तादृशशरीरं कुत्र वर्तते इति चेत् वरुणलोके वर्तते. इदानीं वरुणलोकः वरुणलोकः कुत्र अस्ति इति वयं न जानीमः, किन्तु ते तादृशं वदन्ति शरीरं वरुणलोके इति. तत्र सर्वत्र वर्णलोके वर्णलोकः इति पदार्थः न द्रव्यः न द्रव्यमेव, वर्णलोकमिति द्रव्यमेव, किन्तु कीदृशद्रव्यम् इत्युक्ते जलीयद्रव्यमेव, तत्र अन्यत् किमपि नास्ति, केवलं जलीय परमाण्वैः निर्मितं शरीरं भवति वरुणलोकम् इति. वरुणलोकमिति द्रव्यमेव. सम्यक्. हा, एवमेव तत्र आदित्यलोकम्, आदित्यलोके केवलं तेजः एव अस्ति, तेजद्रव्यमेव अस्ति इति तेषां चिन्तनम्. उदाहरणार्थं अस्माकं लोके अपि समुद्रः नद्यः सन्ति किल, किन्तु ते शरीरमिति न उक्तं, सर्वं केवलं समुद्रादि विषयः एव भवन्ति. अत्र पश्यतु, शीतस्पर्शवत्यः आपः इति अस्ति किल, तत्र अन्तिमवाक्ये शरीरं वरुणलोके, इन्द्रियं रसग्राहकं, रसनं जिह्वाग्रवर्ति, विषयः सरित्समुद्रादिः इति अस्ति. अतः भूमौ यत् सरित्समुद्रादिः सन्ति ते सर्वे विषयाः, तस्मिन् श्रेण्यां तस्यां श्रेण्यां भवति, किन्तु शरीरम् इत्युक्ते तत्र वरुणलोके एव भवति इति तेषां चिन्तनम्. अनुभवक्षेत्रं तेजस्य अनुभवक्षेत्रमस्ति आदित्यम्, आपस्य अनुभव यत्र वरुणलोक, तत्र द्रव्य तस्य लक्षणं तत्र दृश्यते वरुण. हा, किन्तु तादृशं वदामश्चेत् इतोपि प्रश्नः भवति किल, भवति वा इदानीं तत्र वरुणलोके अस्माकम् अनुभवः यदा कदापि जायते वा इति प्रश्नः भवति किल. तत्र साक्षात् एतत् शरीरं स्वीकृत्य, एतद् रसनेन्द्रियं स्वीकृत्य तत्र गत्वा वरुणलोकं गत्वा अस्माभिः अनुभवितुं शक्यते वा इति पृष्टे सति प्रायः न भवितुम् अर्हति एव. अतः तेषाम् आशयः किम् इत्युक्ते शरीरं वरुणलोके अस्ति, अस्माकं तत्र वरुणलोके शरीरम् अस्ति इति ज्ञानेन अस्माकं प्रयोजनं किमपि नास्ति, अतः तादृशं यथा तैः उक्तं तादृशं वयं स्वीकुर्मः. महोदय, अत्र जलशरीराणां वरुणादिलोके स्थितिः पुराणप्रसिद्धः इति, पुराणप्रसिद्धः इति दत्तमस्ति. ओ, इति वा. अस्तु, भवतु, यत्किमपि भवतु, तत्र पुराणप्रसिद्धम् इति वदामश्चेदपि तत्र अस्माकं किमपि अनुभवः तादृशलोके न भवितुम् अर्हति एव. किमर्थम् इत्युक्ते रसग्राहकम् इन्द्रियं रसनम् एव. तत् कुत्र वर्तते? जिह्वाग्र तत् तत् जिह्रा जिह्वाग्रवर्ति. इदानीम् एतत् शरीरं स्वीकृत्य तत्र वरुणलोकं गत्वा तस्य अनुभवः भवितुमर्हति वा? प्रायः नास्ति. प्रायः नारदः कर्तुं शक्नोति. आम् अस्तु अस्तु अग्रे सरेम. इदानीं तत्र सुवर्णं तैजसं द्रव्यम् इति तत्र इदानीं कः पठति? सरला सरला भगिनी पठति वा? महोदय स्वर्णं तैजसं द्रव्यं तर्कसङ्ग्रह इति ग्रन्थे स्वर्णं तेजसम् इति उक्तं. श्रूयते न? कथनस्य आशयः एवं यत् स्वर्णे तेजः मुख्यांशः, पृथ्वी अपि अस्ति. यथा अस्माकं शरीरे पृथ्वी इति मुख्य अंशः, किन्तु जलम् अग्नि वायु आकाश इति द्रव्याणि अपि सन्ति. तथैव सुवर्णे तेजः अपि अस्ति, पृथ्वी अपि अस्ति इति नैयायिकानां मतम्. अत्र सुवर्णं इत्यस्य वदनेन सर्वलोहम् अन्तर्भूतं, स्वर्ण रजतम् अयः ताम्रम् इत्यादिकम्. अस्तु, तर्कसङ्ग्रह न्यायग्रन्थे स्वर्णं तेजसम् इति उक्तं. स्वर्ण इति तेजसं, स्वर्णे तेजसम् इति प्राधान्यम् अस्ति. तत् अतः स्वर्णं तेजसम् इति उक्तं. कथनस्य आशयः अस्ति स्वर्णे तेज मुख्यांश. स्वर्णे तेज यथा अस्माकं शरीरे पृथ्वी प्राधान्यम् अस्ति, तथैव स्वर्णे तेजः प्राधान्यम् अस्ति. पृथ्वी अपि अस्ति तत्र स्वर्णे. न केवलं तेजः अस्ति, किन्तु पृथ्वी अंशः अपि अस्ति. यथा अस्माकं शरीरे पृथ्वी इति मुख्यांशः, किन्तु जलम् अग्नि वायु आकाश इति द्रव्याणि अपि सन्ति. अस्माकं शरीरे यतोहि पृथ्वी तस्य प्राधान्यम् अस्ति, किन्तु पञ्चभूतानि तस्य पञ्चीकरणं भूत्वा अस्माकं शरीरं निर्मीयते. तथा अन्यानि द्रव्याणि जलम् अग्नि वायुः आकाश अपि अस्ति. तथैव सुवर्णे तेज अपि पृथ्वी द्वयोः मिश्रम् अस्ति, पर प्राधान्यं तेजः अस्ति. अत्र सुवर्णम् इत्यस्य वदनेन सर्वलोहम् अन्तर्भूतं. सुवर्णं केवलं न कनक स्वर्णम् इति, किन्तु अन्या लैक् रजतम् इति सिल्वर्, लोहम् इति लैक् आयरन्, ताम्रम् इति कापर्, अयः अहं न जानामि किमस्ति इत्यादिकं मेटल्स् सन्ति तत्र. अयः अयः इत्युक्ते अयन्, आयन् ताम्रम् इत्युक्ते कापर्. हिन्दीभाषा मे लोहं लौहम् इति लोह इति आयरन् वयं वदामः. ओ इति वा? आम्, हा लौ लौहम् इत्युक्ते मेटल्. सत्यं, लोहम् इस् मेटल्. हा, अत्र अस्मिन् परिच्छेदे मुख्यांशः किम् इत्युक्ते सुवर्णं यद् अस्माभिः प्रतिदिनम् अनुभूयते, तत्र केवलं तैजस अंशाः इति नास्ति, पार्थिव अंशाः इति नास्ति, तत्र मिश्रणम् अस्ति. पृथिवी अपि अस्ति, तेजः अपि अस्ति, किन्तु तत्र प्राधान्यं, तत्र तेजः कथं वा अस्ति इति प्रश्नः उदेति. कथं वा तत्र, किमर्थम् इत्युक्ते अस्माकं पश्यतु, अस्माकं लक्षणमस्ति उष्णस्पर्शवत् तेजः, उष्णस्पर्शवत्वं तेजसः लक्षणम् इति अस्माभिः अधीतं. किन्तु तत्र सुवर्णं यदा वयं सुवर्णस्य स्पर्शनं यदा वयं कुर्मः, तत्र औष्ण्यं यदा कदापि न अस्माभिः अनुभूयते इति कृत्वा कथं वा तत्र अव्याप्तिदोषः भवति सुवर्णे तेजसः अति अव्याप्तिदोषः भवति. किमर्थमित्युक्ते सुवर्णं यदा वयं सुवर्णस्य स्पर्शनं कुर्मः तदा औष्ण्यं तस्मिन् सुवर्णे न अनुभूयते इति कृत्वा तत्र कथं वा सुवर्णस्य तैजस अंशाः सन्ति इति कथं वा वक्तुं शक्यते इति इदानीं प्रश्नः अस्ति. भवती अग्रे पठतु भगिनि. पूर्वपक्ष सुवर्णः स्वर्णं पार्थिवं द्रव्यं पूर्वपक्षी प्रायः चावार्कः पूर्वपक्षेण अनुमानद्वयं यत् इदानीं द्वयोपक्ष पूर्वपक्षीसिद्धान्ततयोः अत्र विवादम् अस्ति. पूर्वपक्षी ये चावार्कः तेषां वदन्ति तेषां नाम अस्ति चावार्कः ते वदन्ति स्वर्णपार्थिवद्रव्यम् अस्ति ते न मन्यते सुवर्णे तेजस् अस्ति. पूर्वपक्षिणः अनुमानद्वयं तस्य साधनायां तेषां मतम् अस्ति द्वे अनुमाने सन्ति स्तः. प्रथमं स्वर्ण पार्थिव पीतरूपत्वात् हरिद्रावत् स्वर्णपार्थिवम् अस्ति कारणं कि तस्मिन् पीतरूपम् अस्ति पीतरूपवत्वात् पीतरूपमिन् स्वर्ण पीतरूपवत् तस्मिन् पीतरूपवत्त्वम् अस्ति हरिद्रावत् यथा हरिद्रा इति हरिद्रा वयं पाचने योजया उपयोगं कुर्मः तस्य हरिद्रावत् तस्य पीतरूपवत्त्वं तस्मिन् अस्ति. स्वर्णे पीतरूपम् अस्ति परन्तु पीतरूपं केवलं पृथिव्या भवति. पीतरूपं पीतवर्ण अत्र पीतरूपम् इत्युक्ते पीतवर्ण पीतवर्ण केवलं पृथिव्यां भवति. सुवर्ण तस्य वर्ण अपि पीतरूपमस्ति स्वर्णे. अतः स्वर्णे पृथ्वी अंश पृथ्वी इति विद्यमानम् अस्ति. तेजसि भास्वरशुक्लरूपं जले अभास्वरशुक्लरूपम् अन्यत् सर्वं रूपं पृथिव्याम् एव. अतः स्वर्णस्य पीतरूपवत्वात् स्वर्णं पृथ्वी एव भवेत् यथा हरिद्रा पीतरूपवती अतः पार्थिवद्रव्यं तथैव पीतरूपवत्वात् स्वर्णमपि पृथ्वी भवेत्. तेजसि तस्य यः रूपम् अस्ति वर्णम् अस्ति तद् भास्वरशुक्लरूपम् इत्युक्ते प्रकाशमयशुक्लरूप प्रकाशमान् इति शुक्लरूपं तेजसि अस्ति. जले अभास्वरशुक्लरूपं जलस्य यः शुक्लरूपम् अस्ति किन्तु तस्मिन् प्रकाशमान नास्ति. अथैव तेजसि जले तेषां शुक्लतयोः मध्ये भेदः अस्ति. अन्यत् सर्वं रूपं पृथिव्यामेव सर्वरूप पृथिव्यां सर्वे वर्णाः सन्ति. केवलं वर्ण जले अस्ति वयम् उक्तवन्तः अभास्वरशुक्लरूपं तेजसि अस्ति भास्वशुक्लरूपम् अन्यत् सर्वे रूपाणि पृथिव्याम् अस्ति. अतः स्वर्णस्य पीतरूपवत्वात् स्वर्णं पृथ्वी एव भवेत्. अतः स्वर्णस्य यः पीतरूपं स्वर्णे अस्ति तत् पृथ्वी इति कारणे तस्मिन् अस्ति यथा हरिद्रा पीतरूपवती. पृथ्वी इदानीं यथा हरिद्रा अस्ति हरिद्रा भवति तस्मिन् पीतरूपम् अस्ति. सो हरिद्रा भवति पी रूपवती पीतरूपस्य अधिकरणं हरिद्रा अस्ति, अतः पीतरूपवती अतः पार्थिवद्रव्यं तथैव पीतरूपवत्वात् स्वर्णम् इति अपि पृथ्वी भवेत्। पीतरूपवत्तत्वम् इति स्वर्णे अस्ति अथवा अतः स्वर्णे पृथ्वी एव अस्ति, तत् अस्ति पूर्वपक्षिणा तस्य तेषां मतम्। आम् सत्यम्। अत्र प्रश्नः अस्माभिः अवगतम्, अत्र पूर्वपक्षी इदानीं तस्य पूर्वपक्षी इति चार्वाकः, अस्माकं परम्परायां बहवः दार्शनिकाः सन्ति, तेषु एकः चार्वाकः इति, मेटीरियलिस्ट् इति वदामः किल, ते एव से। इदानीं तत्र सः किं वदति इत्युक्ते, सुवर्णं पार्थिवं पीतरूपत्वात् हरिद्रावत् इति तस्य अनुमानं। किमर्थं तादृशम् अनुमानं करोति इति चेत्, तत्र तैजसी भास्वरशुक्लरूपमेव भवति इति नैयायिकानां मतं। भास्वरम् इत्युक्ते शैनिङ्ग्, शुक्लम् इत्युक्ते वैट्, शैनिङ्ग् वैट्नेस् एव तेजसी भवति। अपि च जले अभास्वरशुक्लरूपं, नाट् शैनिङ्ग् वैट्नेस्, तादृशरूपं, रूपम् इत्युक्ते कलर्, तत्र तादृशरूपमेव भवति। अन्यत् सर्वं, तत्र यानि रूपाणि सन्ति तानि सर्वाणि तत्र पृथिव्याम् एव भवितुमर्हति इति नैयायिकानां मतम्। इति चेत् इदानीं तत्र सुवर्णे पीतरूपत्वं साक्षात् दृश्यते, चक्षुषा अस्माकं तत्र अनुभूयते एव इति कृत्वा, तत्र पीतरूपत्वं तु भास्वरशुक्लरूपं नास्ति, भास्वरशुक्लरूपम् अस्ति चेदेव तत् तेजः इति इत्यस्मिन् अन्तर्गणे इत्यस्मिन् भवितुमर्हति इति कृत्वा, तत्र पूर्वपक्षः वदति, चार्वाकः वदति, सुवर्णं पार्थिवं पार्थिवं पीतरूपत्वात् हरिद्रावत्, यथा हरिद्रा इति द्रव्यम् इति द्रव्यं वयं पार्थिवम् इति स्वीकुर्मः, तदा सुवर्णमपि पार्थिवम् इति स्वीकर्तव्यम् इति पूर्वपक्षः वदति इति प्रथम आपादनम् अस्ति। इदानीं द्वितीय आपादनं। धन्यवादः सरला भगिनी। रघुपतिमहोदय पठितुमिच्छति वा? आं महोदय, प्रयत्नं करोमि। सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् पुस्तकवत्। सुवर्णं पार्थिवं गुरुत्वात्, सुवर्णं उपरिष्टात् त्यजामश्चेत् पतति, यतोहि तस्मिन् गुरुत्वम् अस्ति। पृथ्वीयां जले च एव गुरुत्वं वर्तते, उभयत्र गुरुत्वम्, अन्यत्र कुत्रापि गुरुत्वं न लभ्यते। यथा तेजसि गुरुत्वं नास्ति, अग्रे दीपस्य च प्रकाशः उपरि अपि गच्छति, अधः अपि गच्छति, यतोहि तेजसि गुरुत्वं नास्ति। परन्तु सुवर्णम् अधः एव पतति, अतः तस्मिन् गुरुत्वं, गुरुत्वं पृथिव्यां जले एव इति उक्तं, सुवर्णं जलं न इति सर्वेषां सम्मतम्। आहत्य सुवर्णं जलापेक्षया भिन्नं, परन्तु तस्मिन् गुरुत्वम् अस्ति, अतः पृथिवी एव स्यात्। द्वितीय अनुमानम् अस्ति, सुवर्णं पार्थिवं पार्थिववस्तु अस्ति इति, न तेजस्, गुरुत्वात् सुवर्णे गुरुत्वम् अस्ति, यत् पार्थिव अपि च जले अस्ति गुरुत्वम्। गुरुत्वम् इत्युक्ते किं महोदय? इत्युक्ते गुरुत्वम् इत्युक्ते फालिङ्ग् हेवि वेट् वेट् ओके। परन्तु तेजसि गुरुत्वं नास्ति, किम् इत्युक्ते वयं वयं द्रष्टुं शक्नुमः दीपस्य प्रकाशः उपरि अपि गच्छति अधः अपि गच्छति, अतः तेजसि गुरुत्वं नास्ति इति चिन्तयितुं वयं शक्नुमः, परन्तु सुवर्ण अधः पतति तत् उपरि न गच्छति, अतः तस्मिन् गुरुत्वम् अस्ति, गुरुत्वं पृथ्वी अपि जले एव गुरुत्वं पृथ्व्याम् अपि जले एव अस्ति, सुवर्णं जलं नास्ति किम् इत्युक्ते वयं द्रष्टुं शक्नुमः जलं नास्ति इति सुवर्णे, परन्तु गुरुत्वम् अस्ति तत् पृथिव्याः लक्षणम्, अतः सुवर्णं पार्थिवम् अस्ति न तु तेजस् इति। बहु सम्यक् महोदय, इदानीं तत्र द्वितीय अनुमानमपि चार्वाकः वदति, सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् पुस्तकवत् इति वदति। इदानीं गुरुत्वम् इत्युक्ते किम् इति अस्माभिः ज्ञातम् इदानीमेव, तत्र हेवीनेस् वेट् इति, येन कारणेन गुरुत्वम् इति गुणः, तत्र तादृशगुणेन एव इदानीं तत्र पुस्तकम् आकाशे क्षिपामश्चेत् तत्र अधोभागे तत् पतति, भूम्यां पतति, तादृशगुणः एव गुरुत्वम् इति। गुरुत्वं तु नवषु द्रव्येषु केवलं पृथिवी अपि च जले, पृथिव्याम् अपि च जले अस्ति। इदानीं तत्र तेजः आरभ्य तेजसि, वायौ, आकाशे, आत्मनि इति एतादृश द्रव्येषु गुरुत्वं यदा कदापि न भवति इति कृत्वा सः किं वदति, सुवर्णं पार्थिवं जलभिन्नत्वे सति। तत्र जलभिन्नत्वे सति इति किमर्थम् इत्युक्ते जलम् अपि जले अपि गुरुत्वम् अस्ति, जलम् उपरिष्टात् वयं क्षिपामश्चेत् तत्र भूमौ प्रति सः पतति इति कृत्वा जलभिन्नत्वे सति तस्य गुरुत्वम् अस्ति इति कृत्वा, तत्र सुवर्णे जलभिन्नत्वम् अस्ति। कथं वा जलभिन्नत्वम् अस्ति सुवर्णे इत्युक्ते, जलस्य अन्य एकं लक्षणम् अस्ति द्रवत्वम् इति, जलं सर्वदा द्रवति किल, किन्तु सुवर्णं तादृशं न द्रवति। यदा तस्मिन् औष्ण्यं स्थापयामश्चेत् एव तत्र नैमित्तिकद्रवत्वं सुवर्णं प्राप्नोति, तत्र अतीव औष्ण्यं सुवर्णे स्थापयामश्चेत् तत्र सुवर्णे द्रवत्वं विद्यते, किन्तु सामान्यरीत्या तत्र सुवर्णे द्रवत्वं नास्ति इति कृत्वा जलं न भवितुमर्हति सुवर्णं, किन्तु गुरुत्वमपि अस्ति। इदानीं गुरुत्वं द्वयोः द्रव्ययोः एव अस्ति, एकं तु जलं, द्वितीयं तु पृथिवी। इदानीं सुवर्णे सामान्य तत्र सामान्यद्रवत्वं नास्ति इति कृत्वा तत्र जले न अन्तर्भवितुम् अर्हति। इदानीं किम् अवशिष्टं, पार्थिव पृथिवी एव अवशिष्टम्, अतः सुवर्णं पार्थिवम् इति स्वीकर्तव्यं गुरुत्वात् पुस्तकवत् इति चार्वाकः वदति। अतः अनुमानद्वयं तेन दत्तमस्ति, एकं तु सुवर्णं पार्थिवं पीतरूपत्वात् हरिद्रादिवत् हरिद्रावत् इति, एकं तस्मिन् पीतरूपमस्ति इति कृत्वा सुवर्णं पार्थिवम् इति स्वीकर्तव्यं, द्वितीयं सुवर्णं पार्थिवं जलभिन्नत्वे सति गुरुत्वात् सुवर्णे गुरुत्वम् अस्ति इति कृत्वा तत् पार्थिवम् इति स्वीकर्तव्यं पुस्तकवत् इति आपादनद्वयं पूर्वपक्षी चार्वाकः अत्र स्थापितमस्ति, चारुवाकेन स्थापितम् अस्ति। इदानीं सिद्धान्ती किं वदति इति किञ्चित् पश्यामः. तत्र विजी भगिनी पठितुमिच्छति वा अग्रे सिद्धान्तः? आम् महोदय, एकनिमिषम्. सिद्धान्तः सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति. सिद्धान्ती नैयायिकः. पृथिव्यां कुत्रचित् नैमित्तिकं द्रवत्वं भवति. तौ द्रवत्वस्य हेतुः अस्ति चेत् कानिचन पृथिवद्रव्याणि द्रवस्य पार्थिवद्रव्याणि द्रव्यस्य आकारं प्राप्नुवन्ति, यथा घृतम्. अग्निसंयोगेन सति घृतं द्रवः भवति. घृते द्रवत्वम् उत्पद्यते. तस्मिन् घृते पुनः इतोपि तेजसंयोगः क्रियते चेत् तत् द्रवत्वं नश्यति. सिद्धान्तः वदति सुवर्णे तेजः अपि अस्ति, पृथ्वी अपि अस्ति. तेजः ओके. सिद्धान्ती नैयायिकः. पृथिव्यां कुत्रचित् नैमित्तिकं द्रवत्वम् अपि. इदानीं भवान् वदति किल उष्णं संयोगेन द्रव्यं भवति इति. उदाहरणरूपेण घृतं दत्तं. घृतम् अस्ति, घृतं घी. हा हा हा हा किल घी. सत्यं सत्यं घी. घी घी घी घृतं पात्रे स्थापयामि, रूपं भवति घृतं. अग्नियोजनेन घृतं द्रवत्वं भवति. पुनरपि अग्नियोजनेन घृतम् उष्णम् अधिकाधिकं चेत् कृष्णरूपेण क्रिस्टल् तादृशम् आगच्छति किल. सत्यं सत्यं. अनेन घृतं प्रथमतया उत्थालित् भवति, अग्नियोजनेन द्रवत्वं भवति, पुनरपि अग्नियोजनेन अधिक उष्णं योजनेन पुनरपि सालिड् भवति. न न, सालिड् इति नास्ति तत्र. तत्र मुख्यांशः कः? अन्तिमवाक्यम् एकवारं पठतु. अतः द्रवत्वनाशं सति प्रति जलं. न न न, तस्मात् पूर्वस्मिन् परिच्छेद तस्मिन् घृते पुनः इतोपि तेजसंयोगः तेजसंयोगः क्रियते चेत् तत् द्रवत्वं नश्यति. द्रवत्वं नश्यति कस्मिन् स्थले गच्छति इति नास्ति. अपि द्रव्यं तत्र घृतमेव नश्यति, द्रवत्वं नश्यति इति पर्याप्तम्. द्रव्यम् इति द्रवत्वम् अत्र पश्यतु. द्रव्यम् इति एकं पदमस्ति, द्रवम् इति द्वितीयपदम्. अनयोः मध्ये भेदः अस्ति. अत्र द्रव्यम् इति नास्ति, द्रवत्वं नश्यति. द्रवत्वम् इति गुण. द्रवत्वम् इत्युक्ते किं? द्रवत्वम् इत्युक्ते मतुप्रत्ययोजनेन द्रवत्वम्. लिक्विडिटि, यथा गुरुत्वम् इत्यनेन हेविनेस् इति वदामः, तादृशं द्रवत्वम् इत्युक्ते लिक्विडिटि. लिक्विड् भवति, पुनरनन्तरं द्रवत्वं नश्यति. सम्यक् भगिनि, धन्यवादः. धन्यवादः महोदय. इदानीं तत्र पश्यतु, अत्र सिद्धान्तिः कः इत्युक्ते नैयायिकः, सः किं वदति? सुवर्णे तेजः अपि अस्ति, पृथिवी अपि अस्ति इति नैयायिकः वदन्ति. इत्युक्ते तत्र पूर्वं चार्वाकः पूर्वपक्षी किं वदति इत्युक्ते, सुवर्णे केवलं पृथिवी एव अस्ति, सुवर्णं पार्थिवद्रव्यम् एव, तत्र तेजः किमपि नास्ति. किमर्थम् इत्युक्ते तत्र उष्णः अस्माभिः न अनुभूतः एव इति कृत्वा, किन्तु तेजसि औष्ण्यम् अस्ति, उष्णस्पर्शवत् तेजः इति एव तस्य लक्षणम् इति कृत्वा, किन्तु सुवर्णे औष्ण्यं कदा अनुभूयते? नैमित्तिकत्वेन. इदानीं तत्र सुवर्णं स्वीकृत्य अग्नौ स्थापयामश्चेत् तत्र सुवर्णे अपि द्रवत्वमपि आगच्छति, औष्ण्यमपि आगच्छति इति कृत्वा औष्ण्यं तत्र स्वाभाविकं नास्ति, आगन्तुकम् इति कृत्वा केवलं सुवर्णं केवलं पार्थिवद्रव्यम् एव इति आपादनं करोति पूर्वपक्षी. तस्य अनुमानद्वयमपि अपि अनेन उक्तं, पीतरूपत्वात् एकं, गुरुत्वात् इति द्वितीयम् इति सः आपादयति. इदानीं तत्र सिद्धान्ती किं वदति? सिद्धान्ती अत्र नैयायिकः, सः किं वदति? सुवर्णे तेजः अपि अस्ति, तैजस अंशाः अपि सन्ति, अपि च पार्थिव अंशाः अपि सन्ति इति सिद्धान्ती वदति. कथं ज्ञातुं शक्यते इति चेत्, इदानीं तत्र घृतम् इति पार्थिवद्रव्यमेव, तत् वयं जानीमः. घृतं सामान्यरीत्या लोके तस्य स्थितिः का इत्युक्ते दृढतरमेव, दृढत्वमेव तस्य विद्यते सामान्यरूपेण. इदानीं तत्र अग्निसंयोजनेन द्रवत्वस्य उत्पादनं भवति, तस्मिन् द्रवत्वम् उत्पद्यते इति भवति एकं घृते. पुनः इतोपि अधिक तेजसंयोगेन, अग्निसंयोगेन किं भवति इत्युक्ते, तस्मिन् विद्यमानद्रवत्वं नश्यति. केवलं द्रवत्वम् इति न, द्रव्यमेव नश्यति, घृतमेव नश्यति इति कृत्वा, यदा आधारः नश्यति तत्र आदेयः द्रवत्वम् इति आदेयः अपि नश्यति इति कृत्वा द्रवत्वम् अपि नश्यति. घृते तादृशं अस्माभिः अनुभूयते, तादृश वैशिष्ट्यं तत्र अस्ति इति अस्माभिः अनुभूयते इति अस्ति इति नैयायिकः वदन्ति. अनेन किं साधितम् इति अग्रे द्रक्ष्यामः. इदानीं समयः अभवत् इति कृत्वा अग्रिम सप्ताहे इतोपि अग्रे गच्छामः. अत्र किमपि सन्देहः वर्तते वा? अत्र घृतमेव द्रव्यमेव नश्यति इति उक्तं, तर्हि अत्र तेजसंयोगेन घृतं नष्टम् इति कृत्वा अत्र गुणेन द्रव्यस्य नाशः इति वा? हा, गुणेन सह सत्यं. तत्र द्रव्यमेव आधारः, सर्वेषाम् आधारः द्रव्यं भवति. यदा द्रव्यमेव नश्यति चेत् तस्मिन् विद्यमानगुणं वा कार्यं वा जातिः वा सर्वं नश्यति किल. किन्तु अस्माकं चिन्तनम् अत्र किमर्थं महोदयेन तत्र द्रवत्वं नश्यति इति एव उक्तं, न तु द्रव्यमेव नश्यति इति न उक्तम् इति चेत् तत्र अग्रे तस्मिन् विषये किञ्चित् सूचना अस्ति. अस्तु, धन्यवादः. तस्य निरूपनिरूपकभावमस्ति इति कारणेन वा? हा, पश्यामः तत्र अग्रे गत्वा किमर्थं तत्र द्रवत्वं नश्यति इति. अत्र केवलम् एतदेव अहं वदामि. इदानीं सुवर्णस्य तेजसंयोगेन तत्र नैमित्तिकद्रवत्वं सुवर्णे आगच्छति. इदानीम् इतोपि अधिक तेजसंयोगेन सुवर्णं नश्यति वा, तस्मिन् विद्यमानद्रवत्वं नश्यति वा इति चेत् न नश्यति इति एव अत्र मुख्यवार्ता अस्ति. द्रवत्वं तत्र तिष्ठति एव, सुवर्णं न नश्यति, तस्मिन् विद्यमानद्रवत्वम् अपि न नश्यति. तत् किमर्थं न नश्यति इति चिन्तनम् अग्रे प्रवर्तते. अनेन कारणेन तत्र द्रवत्वनाशः न विद्यते, सुवर्णस्य नाशः अपि च तस्मिन् विद्यमानद्रवत्वनाशः अधिक इतोपि तेजसंयोगेन न विद्यते इत्यतः तत्र किमपि अस्ति इति ऊहां करोति, ऊहां कुर्वन्ति नैयायिकाः इति तर्कः अग्रे प्रवर्तते. तत् अग्रिमसप्ताहे पश्यामः. अस्तु, सर्वेषां धन्यवादाः. धन्यवादाः. धन्यवादः महोदय. नमस्कारः.